तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् श्रीमद्भागवतं श्राव्यं शोकदुःखविनाशनम्। तस्मात् तत्र तव कः विस्मयः? भागवतस्य मुख्यत्वे भवतः विस्मयस्य कारणं न ज्ञायते खलु। भवानेव भागवतस्यापि सारम् उपदिष्टवान्। यतः प्रश्नकरो भवान्, भवान् मां पृच्छति महाभागवतस्य किमिदं प्राधान्यमिति। भवान् तदिदं ज्ञातवान् खलु। तस्मच्च श्रीमद्भागवतं शोकदुःखविनाशनं, शोकस्य दुःखस्यापि विनाशनं, शोकानां दुःखानामपि विनाशनं श्रीमद्भागवतं श्राव्यं, सर्वेभ्यः श्राव्यम् इति तत्त्वम्। यत् सत्कर्म कर्तव्यमिति भगवता अशरीरिवाण्या उक्तं, तत् श्रीमद्भागवतश्रावणमेव। तस्मात् श्रीमद्भागवतकथाश्रावणम् अधुना कर्तव्यम् इति कुमाराः पूजुः।